नमस्कारः. एनं च दातवः इति करपत्रम् अनुवर्तते अस्माकं चिन्तनमस्ति. सरला भगिनी, भगिनी भवती भवत्याः ध्वनि बहु मन्दम् अस्ति. एवं किम् अधुना सम्यक् अस्ति वा? अधुना समीचीनम्. मङ्गलवासरे महोदय उक्तवान् सः एक उदाहरणं लिखितवान् अजिहीनं व्यञ्जनं परेण संयोज्यं. तत्र यदि वयं पश्यामः इदानीं तत्र यत्र अजिहीनं व्यञ्जनं परेण संयोजनं तत्र उदाहरणमस्ति ग्रामात् आगच्छति. तत् यत् परिच्छेदमस्ति तस्य अनन्तरम् उदाहरणमस्ति यथा आशयः अस्ति महोदय सखि. यदि एकं पङ्क्ति अन्तिमवाक्यस्य हल् वर्णः अस्ति, नूतनपङ्क्ति यदि आरभ्यते तत्र द्वयोः मेलनं करणीयं. हल् वर्णस्य आदिम नूतन पङ्क्त्या सह संयोजनं करणीयं. तत्र उदाहरणमस्ति अत्र यथा अहं पठामि यत् अस्ति. एक अस्ति अजिहीनं व्यञ्जनं परेण संयोजम् इति महाभाष्यवचनं यथा ग्रामात् आगच्छति. पदं द्वयम् अस्ति अत्र. दकार अचिहीन हल् वर्णः अतः तस्मात् परः यः आकारः तत् युक्तः भवेत् उच्चारणदृष्ट्या च लेखनदृष्ट्या च ग्रामादागच्छति इति. तदर्थम् अनेकवारं श्लोकान् लेखनावसरे पङ्क्त्यन्ते शब्दस्य अन्तिमवर्णः हल् वर्णः चेत् स च हल् वर्णः लिख्यते अग्रिमपङ्क्तेः आदौ प्रथमशब्दस्य आदिमवर्णेन सह सन्धिं सम्मेलनं कृत्वा यथा एको वर्णो बहुधा शक्तियोगाद् वर्णानेकानि हितार्थो ददाति लिखति चान्ते विश्वमादौ स देवः स न बुद्ध्या शुभया स्वयनक्तु. श्वेताश्वर उपनिषद् इति महोदय उदाहरणं लिखितवान् अत्र. नूतन किमपि नास्ति. लोकेषु वयं पठामः सामान्यतया द्वितीयपङ्क्ते यत् अग्रे यत् वर्णः अस्ति हल् वर्णः अस्ति अग्रिमवाक्ये बहुधा महोदय माताजी कुत्रापि विराम नास्ति. वयं श्लोकं एकश्लोक कुत्रापि विराम नास्ति. सर्वे पदानि योजितम् अस्ति हल् वर्णेन सह खलु. तदनन्तरं पुनः वयं आरब्धवन्तः यत्र किमस्ति अजन् किमस्ति ओ अभ्यासे चर्चा इति अभ्यासे चर्चा वयं पठितवन्तः न कथं अङ्गस्य अधिकारे न आगच्छति. या वयं कृतवन्तः पुनः वर्गे वयं कृतवन्तः यं प्रत्यस्य स्वभावः वयं अग्रे अन्तिम अग्रिमसूत्रं तत् न पठितवन्तः खलु लित्यभ्यासस्य उभयेषाम् इति. अस्तु अस्तु ओके. लिट् अभ्यासस्योभयेषाम् इति सूत्रं षष्ठ्याध्याये स्थापितम् अस्ति. यत्र अधिपदादुपदा धातुश्रेण्याम् अस्ति तस्य अनन्तरम् अभ्यासे चर्चा वयं दृष्टवन्तः. तस्य अनन्तरं यत् सूत्रमस्ति लिच्छाभ्यासस्य उभयेषां लिच्छाभ्यासस्य उभयेषाम् अस्ति इति सूत्रं षष्ठ्याध्याये स्थापितम् अस्ति सम्प्रसारणम् इत्यस्य अनुवृत्तिकृते. वच्यादीनां ग्रहादीनां चाभ्यासस्य सम्प्रसारणं लिटि इति सूत्रात्. किन्तु किन्तु वस्तुतः इदम् अभ्यासकार्यम् अतः कार्यदृष्ट्या सप्तम अध्यायस्य चतुर्थपादे अभविष्यत्. वयं जानीमः सम्प्रसारणं कार्यम् अधिकार अङ्गस्य अधिकारे अस्ति. अङ्गस्य सम्प्रसारणं अभ्यासकार्यम् आगच्छति सप्तम अध्यायस्य चतुर्थपादे. किन्तु इवन् लिट् योगे अपि अभ्यासकारं भवति. तत्र लिट् अभ्यासस्य लिट् अभ्यासस्य उभयेषां तत्र अपि षष्ठमध्यासे प्रथम पादे सप्तदशो सूत्रं कथं वदनीयं 17 सप्तादशो सूत्रम् इति सूत्रं षष्ठ आं भगिनि सप्त षोडश सप्तादश अष्टादश श्लोकः इति आं सप्तदशम तत्र अस्ति. तत्र कथम् आगच्छति यतो हि अभ्यासकार्यम् अस्ति तस्य अभ्यास तत्र नास्ति यतो हि अभ्यासस्य ये वयं पूर्वं दृष्टवन्तः अभ्यासे चर्चा स्थान् इति ते सर्वे अभ्यासे चर्चा न ह्रस्व इति सर्वे सूत्राणि सप्तमदस्य चतुर्थपादे सन्ति. किन्तु एतत् सूत्रं तु षष्ठमध्यासे प्रथम पादे अस्ति. कारणम् अस्ति कि तत्र सम्प्रसारणं यत्र प्रकरणम् अस्ति तेषाम् अनुवृत्तिकारणं तत्र आगच्छति. सो वच्यादीनां गृहादीनां च अभ्यासस्य सम्प्रसारं लिटि इति. सो लिटि इति लिट् लकारे अपि यदि अभ्यासकार्यं भवति. भगिनी वच्यादीनां गृहादीनां च इत्युक्ते किम्? वच्यादीनां सूत्रमस्ति किल वस्ति स्वपि यजादीनां इति. तस्मात् सूत्रात् परे इति अनुवृत्ति आगच्छति. अस्तु वच्यादीनं अस्तु तेषां सूत्रस्य अनुवृत्ति अपेक्षितम् अस्ति. अतः अनुवृत्ति कारणे तत्र स्थापने स्थापितम् अस्ति तत् सूत्रं. तथैव अग्रिम सूत्रमस्ति अभ्यासस्य सवर्णे इति सूत्रमपि षष्ठमदासे चतुर्थपादे अस्ति. यत्र इयङ् प्रथमं सूत्रं पठामि इति सूत्रं षष्ठाध्याये स्थापितम् अस्ति. इयङ् उवङ् इत्यनयो अनुवृत्तिकृते अभ्यासस्य इवर्णो वर्णयोरि युवङ्गौ स्तौ सवर्णे अचि इति सूत्रात्. किन्तु वस्तुतः इदम् अभ्यासस्य कार्यमेव अथ कार्यदृष्ट्या सप्तमाध्यास चतुर्थपादे अभविष्यत्. एतत् सूत्रमपि अभ्यासकार्यं यदि अस्ति तत्र सप्तमाध्याये भवितुं शक्नोति. किन्तु पाणिमहोदयेन षष्ठमध्याये चतुर्थपादे अनुवृत्तिकारण यत् युवङ्गो वङ्गो इत्यस्मात् इयङ् उवङ् इति अनुवृत्ति आनेत्यम् अस्मिन् सूत्रे. अतः तस्य उपस्थितिः षष्ठमाध्यासे चतुर्थपादे अस्ति. इति इमानि त्रीणि सूत्राणि अभ्यासे चर्चा अष्टमाध्यासे चतुर्थपादे तत्र वयं दृष्टवन्तः गतसप्ताहे झलाञ्चषि अस्मात् झलाञ्चषि इति अभ्यासे चर्चा आगच्छति. पुनः अभ्यासे चर्चा इति तस्य परसूत्रं यत् अस्ति खरि च तस्मात् अभ्यासे च तस्मात् च अनुवृत्ति खरि च सूत्रे आगच्छति. अनुवृत्तिकारणतः लिट् अभ्यासस्य उभयेषां तत्र सम्प्रसारणकार्यस्य अनुवृत्ति अभ्यासस्य सवर्णे तत्र यङ् वङ् अनुवृत्ति आनित्यम् इति कारणतः एते सूत्रे एतानि सूत्राणि सप्तमध्यायस्य चतुर्थपादे भवन्ति स्म, परन्तु अनुवृत्त्यर्थम् अन्यत्र स्थापितानि. यत् किमपि सूत्रं स्वस्य प्रकरणात् बहिः स्थाप्यते तस्य कारणम् अनुवृत्तिः अनुवृत्तिवशात् रागवर्थात् स्थानान्तरे भवति. सो एक केवलं कारणमस्ति अनुवृत्तिकारणं यत्र वयं सूत्रं तस्य प्रकरणेन दृष्टामः तस्य बहिः अस्ति कारणमस्ति अनुवृत्ति अपि लाघवार्थम् इति. अग्रे पठामि इमानि सूत्राणि भगिनि यङ् प्रत्ययस्य स्वभावः तावत् पर्यन्तं यत् उक्तम् इत्युक्ते अत्र अभ्याससूत्राणि वर्णनिमित्तिकम् अष्टाध्याय्यां चतुर्थपादे स्थापितानि सन्ति, केचनः सन्ति षष्ठम अध्यायस्य प्रथमपादे, अनन्तरं षष्ठाध्यायस्य चतुर्थे पादे अपि सूत्रमस्ति. तत्र केवलम् अनुवृत्ति अर्थमेव तत्र तत्र स्थापितम्, अन्यत् किमपि नास्ति. किं पठनीयं भगिनि? अग्रे यङ् प्रत्ययस्य स्वभावः इति उक्तवती अवगतं ननु अवगतं भगिनि. वर्णसम्बन्धसूत्राणि नास्ति, परन्तु अत्र अभ्यासकार्यम् इति स्वीकृतवन्तः पाणिनेन अनुभूति वशात् यः यङ् प्रत्ययः धातुभ्यः विधीयते तिङ्क्षित् भिन्नः च इति कृत्वा आर्धधातुकं शेषः इत्यनेन आर्धधातुकसञ्ज्ञकः. यङ् प्रत्ययः धातुतः विधीयते तत् यङ् इति तिङ् नास्ति षित् नास्ति, अतः आर्धधातुकं शेषः इति सूत्रेण आर्धधातुकसञ्ज्ञकः प्रत्ययः नामकरणं भवति. आदधातुकं शेषः तृतीय अध्याय चतुर्थपादे धातोः विहितः तिङ्क्षित् भिन्नः प्रत्ययः आदधातुकसंज्ञको भवति. अनुभूतिसहितमेव प्रथमं किं सूत्रं तिङ्क्षित् भिन्न तिङ्क्षित् परस्मैपदं अनन्तरं द्वितीयसूत्रमस्ति आर्धधातुकं शेषः, अनेन न किं भवति अन्ये सर्वे प्रत्याः तु आर्धधातुकः भवन्ति. अत्र तु तिङ्गपि नास्ति षित् अपि नास्ति इति कृत्वा आर्धधातुकं शेषः इति सूत्रेण अत्र आर्धधातुकसंज्ञा विधीयते. अनुवृत्तिसहितसूत्रं धातोः परश्च शेषः प्रत्ययः आर्धधातुकम्. यङ् प्रत्ययः न केवलम् आदुधातुसञ्ज्ञकः अपि तु नित् अपि, अतः यङि परे यावत् कार्यं नित् आदुधातुसञ्ज्ञकप्रत्यये परे भवति तत्सर्वं यङ् प्रक्रियायां भवति। प्रत्य पित् नास्ति नित्यवर्णः अस्ति तथा नित् अस्ति। पठामि भगिनि? आकारान्तानाम् एजन्तानां च धातूनां यङ्गन्तधातुसिद्धिः। प्रथमं सामान्यः आकारान्ताः एजन्ताः च धातवः। द्वितीय अभ्यासकार्यानन्तरं दीर्घोकित्तिः कितः इत्यनेन अकित् अभ्यासस्य दीर्घादेशो भवति यङि परे। सामान्यः आकारान्त एजन्तदातवः सन्ति उपदेशदातवः। तद्विषये द्वित्वभ्यासकार्य अनन्तरं दीर्घोक्कितः इत्यनेन अकित् अभ्यासस्य दीर्घ आदेशः भवति यङ् परे। अत्र उदाहरणं दत्तं ला योगः धातु ला योगः यङ् ला धातु एकाच् अस्ति अकृत् सार्वधातुकयो दीर्घः इत्यनेन अजन्त अङ्गस्य दीर्घ आदेशो भवति यकाराधिपत्ये परे। परन्तु अत्र उदाहरणे ला पर्जन्यवत् आकार दीर्घ आकार एव अस्ति, अतः कोऽपि भेदः नास्ति। तद् द्युत्तं यङ् संज्ञोः इति सूत्रेण द्युत्वं भवति। एकाच् अस्ति ततः सर्वधातु लालाय इति रूपं। तदनन्तरं ह्रस्वः इति सूत्रेण अकार ला एव अवशिष्यते। लालाय दीर्घोकितः इति सूत्रेण अत्र कित् नास्ति, अतः दीर्घं पुनः आगच्छति लालाय इति यङ्गन्तधातुरूपम्। लालाय युवते इति कर्तरि शाप्यते शाप्यते भवति भवति कर्तर्तकसारधातुकप्रत्यये परे लालाय योग शाप्ते अनुबन्ध कृत्वा आ एव अवशिष्यते। लालाय योगः आयुवते आतो गुणे इति सूत्रेण पूर्वपरयोः पूर्वरूपम् एकरूपं भवति, पररूपम् एकादेशः भवति लालयते इति तिङन्तः रूपं। सूत्रमपि पठामि भगिनि? अकृत् सार्वधातुकयोर्दीर्घः अजन्त अङ्गस्य दीर्घ आदेशो भवति यकारादिप्रत्यये परे, किन्तु स च प्रत्ययः कृत् संज्ञकः अथवा सार्वधातुकं चेत् न भवति। अचश्च इत्यनेन अचः एव दीर्घत्वं येन विदिदन्तस्य अलोन्तस्य कृत च सार्वधातुकं च कृत् च सार्वधातुकञ्च कृत् सार्वधातुके न कृत् सार्वधातुके अकृतसार्वधातुके तयोः अकृतसार्वधातुकयोः अकृतसार्वधातुकयोः सप्तम्यन्तं दीर्घः प्रथमान्तं द्विपदमिदं सूत्रम् अयङि ङिति इत्यस्मात् इ इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः। अनुवृत्तिसहितसूत्रम् अचः अङ्गस्य दीर्घः ई अकृतसार्वधातुकयोः। अत्र अचुवर्ण अस्ति अङ्गम् अङ्गे दीर्घः भवति यप्रत्यय परे उत्सारधातुकयोः किमर्थं भगिनि आवः अनन्तरं सार्वधातु तथा एव अकृत् सार्वधातुकयोः इति योजयित्वा कृत्वा सार्वधातुकयोः इति कृत्वा कृत् सार्वधातुकयोः अकृत् सार्वधातुकयोः इत्युक्ते यत् कृतपि नास्ति सार्वधातुकसंज्ञकमपि नास्ति इकारादिप्रत्यये परे अजन्तस्य दीर्घादेशो भवति तादृशम् अस्ति वा यं प्रत्ययः कीदृशः अस्ति कृत् प्रत्ययः अस्ति वा नास्ति नास्ति न यङ् प्रत्ययः तु क्रियापदं निष्पन्नं भवति खलु तत्र कृदन्तं न भवति क्रियापदं निष्पन्नं तर्हि कृत् नास्ति सार्वधातुकसंज्ञकः अपि नास्ति किमर्थम् इत्युक्ते आर्द्रदातुकं भिन्नमस्ति इति कृत्वा आर्द्रदातुकः इति कृत्वा यङ् प्रत्ययस्य अपि इकारादिप्रत्ययः अस्ति इति कृत्वा अजन्ताङ्गस्य दीर्घादेशः भवति इति अजन्तम् अङ्गम् अस्ति चेत् दीर्घं भवति उदाहरणार्थम् अग्रे उक्तं सामान्यतया कर्मणि प्रयोगे वयं पश्यामः खलु यत् प्रत्ययः अनेनैव सूत्रेण जि इत्यस्य जीयते स्थूयते भूयते इति सर्वं रूपं सर्वाणि रूपाणि आगच्छन्ति तत्र इति सूत्रार्थः अत्रापि अग्रे आगच्छन्ति भगिनि उदाहरणानि अग्रे उदाहरणं पठित्वा वयं यथा कर्मणि प्रयोगे यकि परे जि योग यक् अकृत् सार्वधातुकयोर्दीर्घः इत्यनेन अजन्ताङ्गस्य दीर्घ आदेशो भवति यकारादिप्रत्यये परे जि जीयते इति रूपं निष्पन्नं भवति तदेव स्तु योगः यक् अकृत सार्वधातुकयोर्दीर्घ इत्यनेन अजन्ताङ्गस्य दीर्घ आदेशो भवति यकारादिप्रत्यये परे स्तूयते इति रूपम् अयम् अयं यकारादिप्रत्ययः कृत् अस्ति चेत् दीर्घो न भवति तदा उदाहरणमस्ति प्रा युगः कृ युगः ल्यप् अत्र ल्यप् इति कृत् प्रत्ययः अस्ति तथा प्रकृत्या एव रूपम् अन्य उदाहरणमस्ति प्रा युव हृ ल्यप् प्रहृत्य तत्र यकारादिप्रत्ययः सार्वधातुकम् अस्ति चेत् दीर्घो न भवति उदाहरणं विधिलिङ् चि योगः नु योगः यात् चिन्युयात् सुयोगः नु योग यात् सुनुयात् उदाहरणं यकारादिप्रत्यय कृत्प्रत्ययः अस्ति चेत् ल्यक् प्रत्यय उदाहरणं स्वरदातुक इति चेत् विदलिङ् तु विदलिङ् उदाहरणं प्रश्नः अस्ति यत् यदि प्रकृयोगल्यप् अस्ति तत्र कृतापि योजितमस्ति न प्रकृत्या यदि भवति अस्ति चेत् किम् अस्ति ल्यप् तस्मात् केवलं य आगच्छति साधु प्रकृ तपि योजितमस्ति न तथैव प्रकृत्य प्रकृति तुकागमः भवति अस्ति ओ तुकागमः भवति तद् आम् तुकागमः केन सूत्रेण खलु कृ इति ह्रस्वस्वरः अस्ति ह्रस्वस्य चेच इति भिन्नम् अस्ति ह्रस्वस्य भिन्नम् अस्ति चेच अत्र तु ह्रस्वस्य ह्रस्वस्य इति तत्रापि प्रहृत्य ह्रस्वस्वरः अस्ति खलु प्रकृतस्वर अस्ति तत्र ह्रस्वस्य तुक्तिनेन सुखागमः भवति महोदय भवत्या ध्वनिः सम्यक् नास्ति मन्दमस्ति किम् अस्ति न जाने महोदय स्वरः कुत्र अस्ति प्र इत्यस्य वा ल्यप् प्रत्ययः तस्मात् पूर्वं पश्यति चेत् किम् अस्ति अत्र दीर्घस्वरः अस्ति वा ह्रस्वस्वरः अस्ति वा? ल्यप्रत्ययस्य पूर्वं कृ इति ऋकारः अस्ति खलु, ह्रस्वः अस्ति इति कृत्वा पिपि कृति इति सूत्रं, किं सूत्रं? ह्रस्वस्य पिपि कृति इति सूत्रेण 6171 संख्या किमस्ति? 6171 संख्या सम्यक् 6171 षष्ठाध्यायस्य प्रथमपादस्य एकसप्तति समं सूत्रं 71 अस्तु महोदय, काशिकाकारः प्रतिपादयति यत् अकृतसार्वधातुकयोः दीर्घः इत्यस्य कार्यं भवति केवलं यकारादौ इति नीति प्रत्यये परे, यकारादिप्रत्यये किन्तु इति नास्ति चेत् दीर्घोदेशः न भवति, तत्र दृष्ट्या दीयते भूया विष्णुया वेदे रूपाणि यानि निष्पद्यन्ते एकवचनस्य तृतीयाविभक्तौ ता स्थाने या आदेशः भवति, स्वां पूर्वसवर्णो अचो अचेया दया दद्या या जालः इति सूत्रेण अयं या आदेशः कृतिमिति नास्ति, प्रायः अयङ्गि इति इत्यस्मात् न केवलम् इ इति तु कृतिमिति इत्यस्यापि अनुवृत्तिं स्वीक्रियात्। काशिककारः भवति अकृतसार्वधातुकोयोः दीर्घः इति सूत्रं यत्र कृतिनीति अस्ति तत्र एव कार्यं भवति, केवलं यकारादि अस्ति चेत् एव नास्ति, कृतिनीति अपि अस्ति चेत् एव कार्यं भवति इति दीर्घः, अनन्तरं कृतिनीति नास्ति चेत् दीर्घः न भवति इति यकारादि प्रत्ययः यङ् प्रत्ययः महोदय किम् उक्तवान् महोदय? यङ् प्रत्ययः कृति नास्ति, इति नास्ति, ङिति अस्ति किल? न न निति अस्ति, आं तदेव अस्ति, निति अस्ति, अतः एव अत्र अनुवृत्तिसहितसूत्रं जनाः वदन्ति यत् अनुवृत्तिसहितसूत्रं वयं पठितवन्तः खलु, अचः अङ्गस्य दीर्घः इ अकृत् सर्वदातुकयोः इति पठितवन्तः, केवलम् इ इति स्वीकृतवन्तः, अयन् इ निति इति सूत्रात् इ इति अनुवृत्तिः स्वीकृतवन्तः, तत्र निति इत्यपि स्वीकार्यम् इति ते वदन्ति। किमर्थम् इत्युक्ते यत्र वेदेषु तृतीयाविभक्तौ सामान्यतया ठा आदेशः भवति खलु, अस्माकं तु तृतीयाविभक्ति ठा इति अस्ति, भवता इति वदन्ति, भवत् शब्दस्य भवता इति भवति सामान्यतया हलन्ते एव वयं तत् पश्यामः, वयं सामान्यतया वयं श्रोतुं शक्नुमः ठा इति, भवता इति भवति, वाच् इत्यस्य वाचा भवति, तत्र तु ठा इति प्रत्ययः अस्ति, तत्र वेदेषु तु सामान्यतया तत्र या सा स्थाने या इत्यपि आदेशः भवति इति, तत्र यदा या इति आदेशः भवति तत्र तु वेदेषु तत्र तु दीर्घादेशः न भवति एव इति, यत् किमर्थं न भवति, तत्र तु या प्रत्ययः कित्युत् प्रत्ययः नास्ति इति कृत्वा तत्र न भवति, किन्तु सामान्यतया वयं यत्र पश्यामः तत्र तु भवति खलु, तर्हि अस्माभिः इति स्वीकार्यम् इति एव भवति इति अवगन्तव्यम् इति। दीर्घोक्तः उक्त् अभ्यासस्य दीर्घादेशः भवति यङि अङ्लकि च, न कित् यस्य अकित् अभ्यासः इत्युक्ते तादृशः अभ्यासः यस्य आगमो न भवति दीर्घः प्रथमान्तम् अकित् षष्ठ्यन्तं द्विपदं च सूत्रम् अत्र लोपो अभ्यासस्य तस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः गुणो यङ् लुको यस्मात् यङ् लुको इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अङ्गस्य अकितः अभ्यासस्य दीर्घः यङ् लुको दीर्घकितसूत्रं वदति अभ्यासस्य दीर्घः भवति अकित् अस्ति चेत् यङि यङ्लिति परे अनुवृत्तिसहितसूत्रमपि वदति अङ्गस्य अकितः अभ्यासस्य दीर्घः यङ्लुको अकितः अङ्गस्य इत्युक्ते अङ्गस्य अन्तिम स्थाने अकित् अङ्गम् अस्ति चेत् तस्य किं भवति अभ्यासः अस्ति खलु अकित् अङ्गस्य अभ्यासस्य दीर्घः भवति परन्तु अत्र अकित् अकित् नास्ति यङ् अपि यङ् लिके अपि अतः अभ्यासस्य दीर्घः भवति अपि समानकार्यम् अकित् सर्वदति तथापि अस्ति किन्तु पृथक् साक्षात् अनन्तरम् आगच्छति तत्र तु पञ्च विंशतिसूत्रमासीत् अकृत् सर्वविद्धः एतत्तु किम् अस्ति त्रयशीतिः सूत्रमस्ति अत्र तु अभ्यासस्य विषये अस्ति पूर्वं तु अकृत् सर्वदात्मकविद्धः इति अङ्गस्य विषयः आसीत् अत्र तु अकृ दीर्घोकितः इति अभ्यास अङ्गस्य विषये अस्ति अभ्यासस्य विषये विद्धः भवति अभ्यासस्य दीर्घत्व आदेशः भगिनि अभ्यास अकित् भवेत् साधु अकितः अकित् इति अङ्गस्य विशेषणमस्ति अङ्गस्य अङ्गस्य विशेषण इति स्वीकुर्मः सामान्यतया अङ्ग भवति अभ्यास साधु अङ्गे तु अभ्यासमस्ति अङ्गस्य अभ्यासभागः अस्ति पुनः अभ्यासस्य अत्र तु अङ्गस्य अभ्यासः इति तत्र तु स्थाने नास्ति क्षम्यतां तत्र तु सम्बन्धशक्तिः अस्ति खलु अङ्गस्य अभ्यासः इति अनन्तरं तादृश अभ्यासः इति स्थाने अस्ति अभ्यासस्य दीर्घः इति स्थाने भवति सो अङ्ग इति अकित् अस्ति वा अभ्यास अकित् अस्ति पूर्ण अङ्ग न न अङ्गं पूर्ण अङ्गं कथं वा कि पूर्ण अङ्गमिन्द अभ्यासः अपि भवति लचा यथा लादय अस्ति अस्ति ला उदाहरणं यत्र उपरि अस्ति ला लाय लालायते साधु अङ्गमस्ति लालाय साधु वदामि अत्र अभ्यासः यत्र भवति अभ्यस्तं भवति चेदेव अभ्यासः इति अपि आगच्छति खलु आमाम् तत्र किं भवति यत्र द्वित्वं भूत्वा एव अभ्यासः इति वयं स्वीकुर्मः द्वित्वस्य अनन्तरं केवलम् अभ्यासः केवलम् अभ्यासः अकित् इति न भवितुम् अर्हति पूर्ण अङ्गमेव भवितुम् अर्हति अस्तु इतः अङ्गम् स्वीकार्यं किमर्थम् इत्युक्ते अङ्गमपि अकित् न भवति तद् मनसि भवेत् किम् अस्ति किम् अस्ति अतः प्रत्ययः अकित् अस्ति खलु क्षम्यतां तर्हि प्रत्ययः अकित् अस्ति तर्हि तादृश अङ्ग प्रत्ययः कित् भवति साधु न तु न तु अङ्गम् अङ्गं तु कित् न तु अङ्गं अस्तु सो यदि कित् प्रत्ययः अस्ति तत्र दीर्घो न भवति साधु इति अस्तु अवगच्छामि कदा कदा भ्रमः आगच्छति क्षम्यतां भगिनि अत्र तथा नास्ति अत्र तु कदाचित् अकित् अभ्यास इत्येव अस्ति कुत्रचित् अन्यत्र नुकागमः भवति स्मरति वा यस्मिन् अभ्यासे कित् आगमः नास्ति इति अर्थः अस्ति अत्र तु प्रत्ययः कित् वा अकित् वा इति नास्ति नित्वा इति नास्ति अत्र तु अभ्यासे कित् आगमः नास्ति इति सामान्यतया पुक् आगमः नुक् आगमः इति वयं पठितवन्तः खलु तादृश आगमः आगमः पुक्कागमः सर्वे तु कित्तागमः सन्ति किं तादृश आगमाः न सन्ति चेत् दीर्घ भवति यत्र पुक्कागमः अस्ति चेत् तत्र दीर्घः न भवति किमर्थम् इत्युक्ते कित् भवति कित् अभ्यासः भवति तदर्थमेव महोदयेन अत्र अकित् अभ्यासस्य इति उक्तवान् अकित् अभ्यासस्य अभ्यासस्य कित्त्वं तेन विधीयते अत्र भवति पूर्वं दृष्टं नुकागम इति अस्ति तत्र तु अभ्यासे अभ्यासस्य आगमः अभ्यासस्य अस्तु प्रत्यय न तु कित् प्रत्यय अस्तु धन्यवादः महोदय अतोगुणे इति अस्तु अतोगुणे आपदान्तात् अधः गुणे परे पूर्वप्रयोगस्थाने एकः पररूपम् आदेशो स्यात् आदेशः स्यात् गुणः इत्युक्तौ आ एव इदं सूत्रं वृद्धिरेचि अकसवर्णदीर्घः इत्यनेव अपवादसूत्रम् अधः पञ्चम्यन्तं गुणे सप्तम्यन्तं द्विपदं च सूत्रम् उष्यपदान्तात् इत्यस्मात् आपदान्तात् अपि एङ्गीपररूपम् इत्यस्मात् पररूपम् इत्यनयोः अनुवृत्तिः एकः पूर्वपरयोः संहितायाम् इत्यनयोः अधिकारिक अनुवृत्तिसहितसूत्रम् आपदान्तात् अधः गुणे पूर्वपरयोः एकः पररूपं संहितायाम् अनुवृत्तिसहितसूत्रम् इत्युक्ते आपदान्तात् अधः अस्ति चेत् गुणे परे इत्युक्ते गुणसमीकः आ एव अस्ति चेत् अत्र गुणकार्यं न भवति पूर्वपरयोः एकः पररूपमेव आदेशः गुणः पररूपम् आ अस्ति चेत् गुणः न भवति तदेव भवति प्रत्ययस्य स्वभावमेव भवति अत्र वृत्तिरेचि अथवा अकरसनदीर्घ इत्यस्य कार्यं न भवति इति ये अस्ति चेत् गुणः पदान्तकार्याणि अपि भवितुम् अर्हन्ति अपदान्तकार्याणि अपि भवितुम् अर्हन्ति केवलम् अपदान्तकार्यमस्ति आपदान्तकार्यं धन्यवादः ईजन्तधातूनाम् आत्वं भवति आदेश आदेश उपदेशे अशीति इति सूत्रेण तदपि वयं पूर्वं पठितवन्तः आदेश उपदेशे अशीति उपदेशे एजन्तस्य धातोः आत्वं न तुष्यति इति अत्र तु अनुवृत्तिसहितसूत्रम् एषः धातोः आत् उपदेशे अशति इति एजन्तधातूनां किं भवति किं भवति आत् आगमः भवति एजन्तधातूनां कदा भवति इत्युक्ते उपदेश अवस्थायाम् अशितिप्रत्ययपरे इति अशितिप्रत्ययपरे अत्र तु यङ्प्रत्ययः शित् प्रत्ययः नास्ति अशितस्य इति कृत्वा सर्वेषाम् एजन्तधातूनाम् आत्वम् आदेशः भवति यङ् प्रत्ययपरे किन्तु कदा इत्युक्ते उपदेश अवस्थायां धातोः उपदेश अवस्थायां परिवर्तनप्रकृति विकृति किमपि नास्ति चेत् उपदेश अवस्था इति वदामः अत्र तु उपदेशकधातुः इति नास्ति केवलं यत्किमपि धातु अतिदेशिकधातुः वा भवतु उपदेशकधातुः वा भवतु तेषां प्रकृतरूपं यत् प्रकृतिरूपं यत् अस्ति तद् स्वीकृत्य कुर्मः तस्मिन् तु एजन्तम् अस्ति चेत् आत्मं भवति किन्तु अतिदेशकधातुः प्रति न भवति केवलम् उपदेशधातु साधु किं भगिनि अतिदेशधातोः आदेशे उपदेशे स्थिति न कार्यं करोति तत्र किमर्थं न कार्यं करोति कारणकी उपदेशे सूत्रे दत्तम् अस्ति उपदेशे इत्यनेन केवलं उपदेशे इत्यनेन औपदेशिकधातूनां ग्रहणम् इति नास्ति केवलं तस्य ओरिजिनल् फार्म् इति अर्थः किन्तु यथा वयं चलिच् अस्ति कर्मणि प्रयोगे वयं दृष्टवन्तः एजन्तधातु यदि अस्ति तत्र घा प्रा ता धा ध्मा इति सूत्रमस्ति तत्र पुक् आगमः भवति सधा साधु तत्र विशिष्टसूत्राणि सन्ति एतत्तु निजन्तस्य किन्तु तत्र यदि वयं सूत्राणि सन्ति कृत बहवः सूत्राणि सन्ति यत्र एच् अस्ति तत्र यदि अतिदेशकः भवति तत्र उपदेशे आदेशे अस्ति कार्यं न करोति भिन्नसूत्रम् अस्ति तत् तथा आकार भवति एचस्य भगिनि धातुमास्तापात् ते सर्वे तु औपदेशिकदातवः एव सन्ति स्पृणोय इति अस्ति स्थाय भवति स्फो अस्ति तत्र स्फो तत्र आदेशोपदेशे तानि सर्वाणि तु तदेव वदामि तानि सर्वाणि अपि औपदेशिकदातवः एव सन्ति किं वदामि औपदेशिकधातूनां सामान्यसूत्रम् अत्र तु सामान्यसूत्रमस्ति वयं पठन्तः अग्रिम गच्छतु सामान्यसूत्रं पठन्तः स्मः अत्र तु उदाहरणं पश्यतु किम् अस्ति निधातो भूधातोः वयं निजन्तरूपं किं भवति भावी इति भवति खलु पुनः पुनः कृधातोः किं भवति कारी इति भवति निजन्तदातुः भवति खलु आदिदेशिककारी भवति नो चेत् अन्यत् किमपि दातुं स्वीकृत्य वयम् एजन्तं प्राप्नुमः चेत् तस्यापि पुनः पौनपुण्यम् इत्यर्थे यावत्पर्यन्तं धातोः धातुतः प्रत्ययः न योजितम् अस्ति तावत्पर्यन्तम् उपदेशावस्था अस्ति यन्तु वन् यदि प्रत्ययं योजितं भवति तद् आतिदेशः भवति किमर्थम् उपदेशदातूनां मा वदतु इत्येव अहं वदामि अत्र महोदय बहुवारम् उक्तवान् आसीत् अत्र उपदेशे इत्यनेन औपदेशिकधातुः आतिदेशिकधातुः इति किमपि कार्यं नास्ति एव अत्र उपदेशे इत्यनेन धातोः ओरिजिनल् अवस्था इति वदामः खलु आतिदेशिकधातूनामपि औपदेशिकधातूनामपि प्रथमसोपाने यत् स्वरूपम् अस्ति धातुस्वरूपम् अस्ति तत् स्वीकृत्य तस्मिन् स्वरूपे यदि एजन्ताः सन्ति तर्हि आपं भवति इति कार्यम् बहुवारम् उक्तवान् आसीत् उपदेशे इत्यस्य औपदेशिकदातवः इति अर्थः नास्ति तर्हि अतः एजन्तदातवः आकारान्ताः इति मत्वा मिलित्वा चिन्तनं क्रियते यथा ला धातोः लालायते एवमेव वा धातोः यन् प्रत्ययं भूत्वा अत्र तु वायोगः यन् इति अस्ति मम तु मम प्रश्नः अत्र अस्ति भगिनि अत्र पूर्वं महोदयेन ला धातोः विषये कृतं खलु ला योगः यन् कृत्वा अकृत् सार्वधातुके उदीर्घः इति कृत्वा अनन्तरं कार्यं कृतवान् मम प्रश्नः प्रथमं अकृत् सार्वधातुः दीर्घः इति कृत्वा द्वित्वं करणीयं नो चेत् द्वित्वं कृत्वा तदनन्तरम् अकृत् सार्वधातुः दीर्घः इति कुर्मः प्रथमम् अभ्यासकारणं करणीयं तदनन्तरं द्वितीयं सोपानानि यानि सन्ति तत्र प्रथमम् अस्ति अभ्यासकार्यं नास्ति खलु भगिनि तद् नास्ति तत् अङ्गकार्यम् अस्ति अङ्गकार्यं प्रथमं भवति तदनन्तरं द्वितीयं भवति यदि द्वितीयं भवति तत्र अभ्यासकार्यं भवति अकृतसार्वधातुकयो इति अङ्गकार्यम् अस्ति तर्हि तद् प्रथमं भूत्वा तदनन्तरमेव द्वितं कुर्मः इति द्वितं भवति आम् आम् सो यानि विशेष अङ्गकार्याणि भवन्ति ते यथा अग्रे आगच्छन्ति ऋकारान्त धातूनां प्रति तत् पूर्वं भवति तथैव महोदय गृ यत्र वरं कृतवन्तः तत्र यङ् यदि विधानमस्ति तत्र न कृतवान् कारणे कि सः उक्तवान् अङ्गकार्याणि भवन्ति विशिष्ट ते पूर्वं कर्तव्यं तदनन्तरं द्वितं कर्तव्यं. सो सोपानानि महोदय पुनः पुनः मङ्गलवासरे अपि दत्तवान्. प्रथमं यङ् विधानं भवति, तदनन्तरम् अङ्गकार्याणि भवति, तद् यङ् विधानं भवति, तदनन्तरं सनाजन्दधातु अनेन धातुसंज्ञा आगच्छति, तदनन्तरम् अङ्गकार्यं भवति, तदनन्तरं संयङो अनेन द्वितं कार्यं भवति, तदनन्तरम् अभ्यासस्य सामान्यसूत्राणि कार्यं करोति, तदनन्तरं विशेषसूत्राणि अभ्यासस्य कार्यं करोति, तदनन्तरम् इदानीं पर्यन्तम् अङ्ग निष्पन्नं भवति, तत् एतावत् पर्यन्तम् आर्धधातुकप्रक्रिया. तदनन्तरम् आगच्छति सार्वधातुकप्रक्रिया. यदि तिङ् प्रत्ययोजयामः कर्तरि शप् आगच्छति, तिङ् प्रत्ययोजनम् इति महोदय त्रिवारम् उक्तवान् मङ्गलवासरे. तर्हि वायोगः यङ् इति भूत्वा तत्र कारणं कि पर्जन्यवत् अस्ति, वयं न पश्य द्रष्टुं शक्नुमः कि कार्यम् अस्ति तस्य, कारणं कि पर्जन्यवत् भवति अकृत सार्वधातुकदीर्घ. अहमपि इति एतत् दोषं कृतवती, महोदय माम् उक्तवान् तत् अहं दोषं कृतवती. सो सा इति दोषं महोदय निर्देशितवान् इति अहं स्मरामि. समीचीनं. तर्हि वा इति दातुं स्वीकृत्य धातोरेकाचो हलादेः क्रियासंविहारेयम् इति निरूपस्य विधानं वायोगः इयं. तदनन्तरम् अकृत्सार्वधातुकयो दीर्घः, तदनन्तरं सनाद्यन्तदातु इति अनेन भवति धातुसंज्ञा. किन्तु तस्मात् पूर्वम् पूर्वपरं वा तत् संज्ञासूत्राणां कृते सामान्यतया क्रमः न अपेक्षितं. अस्तु अस्तु. अहं तदनन्तरम् उक्तवती धातुः अस्ति यथा लालयति आगच्छति तु महोदय उक्तवान् तत् पूर्वम् अभवत् धातुसंज्ञा, इदानीं कथं वदति? धातुसंज्ञायाः कृते क्रमः न अपेक्षितः, केवलम् आदौ यत्र विधानं भवति तदा एव तस्य संज्ञा भवति एव. झटिति प्रायोगः अयं. तदनन्तरं किं भवति अकृत्सार्वधातुकयो दीर्घः इत्यनेन अङ्गकार्यं प्रथमं भवति, दीर्घादेशः भवति, आकारस्य स्थाने पुनः आकारः भवति, वा इति तिष्ठ वायोगः य इति आयाति. तदनन्तरं संयोगः इत्यनेन द्वित्वं हलादिः अस्ति इति कृत्वा एकाचो द्वे प्रथमस्य इति सूत्रेण भवति. तर्हि अत्र तु प्रथम एकादि अस्ति वा भगिनि, हलादि नास्ति, अनेकात् अस्ति वाय द्वयोः अदन्तमयमस्ति इदानीं हलादि. ओ हलादि अस्ति, हलन्त नास्ति, सा सम्यक् हलादिः अस्ति इति कृत्वा एकाचोद्वे प्रथमस्य स्थलेन एकाच् भागं स्वीकृत्य द्वितीयं भवति. प्रथम एकाच् भागः वा इति अस्ति, द्वितीय एकाच् भागः य इति अस्ति. तर्हि प्रथम एकाच् भागस्य द्वितीयं भवति, तर्हि वा वा इति भूत्वा वा वाय इति भवति. तदनन्तरं किं भवति अधुना वा वाय इति भवति. तदनन्तरं पुनः अत्रापि यद्यपि वा अनन्तरं ह्रस्वः इत्यनेन सामान्य अभ्यासकार्याणि भवन्ति, तदा तु ह्रस्वं भूत्वा वाय इति भवति. तदनन्तरं विशिष्ट अभ्यासकार्याणि भवति, यत्र दीर्घोकितः इति सूत्रेण अकित् प्रत्ययः अस्ति इति कृत्वा, क्षम्यताम्, अकित् अङ्गम् अस्ति, अकित् अभ्यासम् अस्ति इति कृत्वा, ऋकागमः पुकागमः किमपि न जातम् इति कृत्वा, न जायते इति कृत्वा, अत्र तु पुनः वा इति भवति दीर्घादेशः अभ्यासस्य. वा वाय योगः शप्रत्य, तदनन्तरं शप्रत्ययस्य विधानं भवति कर्त्रार्थे अस्ति इति कृत्वा. तर्हि शप् योगः के इति भवति, अत्र यङ् प्रत्ययः यत् प्रत्ययः इति कृत्वा आत्मनेपदत्वं प्राप्नोति अनुदातनितः आत्मनेपदम् इति सूत्रेण. तर्हि वावाय योगः शप् योगः ते, वावाय योगः अयोगः ते, तदा किं भवति तत्र तु पुनः किमस्ति अतो गुणे इत्यनेन वावाय प्रत्यये इति भवति तदनन्तरं वावायते वर्णमिलनेन वावायते इति वक्तुं शक्नुमः तर्हि वावायते वावायेते वावायन्ते वावायते वावायेते इति भवति अत्र वाधातोः अर्थः कः न जानामि वायुः ततः एव आगच्छति वाधातुतः तर्हि पुनः पुनः तत्र गच्छति पुनः पुनः ब्लो करोति इति गच्छति गच्छति इति अर्थे किमस्ति शिशुः किमस्ति बलून् किमस्ति गोलं भूगोलं वावायते बलून् किमस्ति बलून् संस्कृते मम भगिनी ला धातु इति लालायति इति यथा वयं इति अस्ति साधु लालायति माता शिशुं लालयति स्नेहं प्रकटीकरोति इति साधु ला धातु अग्रे अग्रे अन्य करोति वा अहं करोमि अन्य भा धातु साधु भा धातु अकारान्त धातु अस्ति इदानीं धातु एकाचो हलादे धातो एका हलादे क्रियासंहारे अनेन यङ् विधानं भाय सनाद्यन्त अनेन धातु संज्ञा भवति भाय इदानीं धातोः अङ्गकार्यं भवति अकृतसार्वधातकयो दीर्घः अनेन पर्जन्यवद् भवति तु भाय एव भवति इदानीं धातु अनेकाच् अस्ति अजन्त अजीनं पर अजीनं वञ्जनं परेण संयोजन तस्य कार्यं न भवति अत्र तो प्रथम एकाच् भागस्य द्वितं भवति सो भा भाय भा इति अभ्यास भा भा भवति अभ्यस्तं देन् भाय इति भवति संयङोविनी सूत्रेण द्वितम् आगच्छति भा भाय इदानीं ह्रस्व अनेन सामान्यसूत्रम् अभ्यासस्य भाय भवति इदानीं दीर्घोकित अनेन अकित् अस्ति अभ्यास अतः अभ्यासस्य दीर्घं भवति भाभाय इति अङ्गं निष्पद्यन्ते इदानीं भाभाय तद् अभ्यासे चर्च अनेन भकारस्य बकार भवति सो भाय तत् पूर्वं कर दीर्घोकितनस्य पूर्वम् आगच्छति क्षम्यतां सो यदि भाय अस्ति तत्र हलादि अभ्यासे चर्चनेन भाय भवति तदनन्तरं दीर्घोकितनेन बा भाय इति भवति इदानीं कर्तरि धातु अनुदात वित् अनेन आत्मनेपदी सिद्धप्रत्ययोजने भवति ते इति आगच्छति आत्मनेपदी सिंह सिद्धतिङ्प्रत्यय तदन कर्तरि शप् आगच्छति अनुबदालोपनान्तर भवति सो भा भा भाभाय योग अयोगते अतो गुणेन भाभायते इति भवति भाभायते भाभायेते भाभायन्ते इति भवति प्रथम साधु भा इति शैन् इति भवति भा तथा आं भगिनि दीपयति इति वाक्यं कथं पुनः पुनः साधु पुनः पुनः दीप्यति किं बालिका हा हा ओ बालिका भाभायते इति अस्ति अरुणा भगिनी दीपानि अपि यदि फ्लिकरिङ्ग् लैट्स् भवन्तु भगिनि आवाहयते पुनः पुनः झै धातु एजन्तदातः एकाच् अस्ति धातोरेकाचो हलादेः क्रियासमभिहारे इति सूत्रेण यङ् विधीयते. अन्यङ्गौ प्रथमं सनातन्त्यः इति न धातुसंज्ञा अस्ति. तदनन्तरं सन्यङ्गौः इति सूत्रं द्युत्तं भवति. पुरं पुनः पुरः आदे च उपदेशे अशति इति सूत्रेण एकस्थाने आकारः आगच्छति. ध्यायवहय सन्यङ्गसूत्रेण द्युत्तं भवति. ध्याय भवति. ह्रस्वः हलादिशेषः इत्येन ह्रस्वः इति सूत्रेण दीर्घाकारस्य ह्रस्व भवति. ध्याय दकार अल्पप्राणं भवति भगिनि अत्र आं भगिनि ध्या इत्यस्य ध्य इति भवति ह्रस्वः भवति अभ्यासचर्च न न ह्रस्वः इति सूत्रेण ओ ह्रस्वः ध्याय तदनन्तरं दीर्घोकितः इति सूत्रेण दीर्घम् आगच्छति. ध्याय यङ् प्रत्ययः आर्धदातुसंज्ञा अस्ति यथा तिङ् ते आत्मनेपदे प्रत्यय विधीयते. ध्याध्यायते ध्याध्यायेते ध्याध्यायन्ते इति रूपाणि. आं भगिनि अत्र रूपं दाधाय ध्यायते वा ध्याध्यायते वादृशेषः इति भवति. आम् आम् हलादिशेषः अपि भवति खलु हलादिशेषः आगच्छति तत्त्वः उभयमपि भवति. तर्हि धा इति यकारस्य लोपः भवति ह्रस्वः तदनन्तरं हलादिशेषः उभयं ह्रस्व तदनन्तरम् अभ्यासे चर्च अपि कार्यं करोति खलु दा इति अभ्यासे चर्च द आगच्छति दाध्याय. आमां दाध्याय तदनन्तर द आगच्छति ह्रस्व दध्याय अभ्यासे चर्चापि कृत्वा अल्पप्राणदकारः दायते ध्यायते अनन्तरं दन् दीर्घोकित दाध्यायते इति भवति. हलादिशेष कथं भवति भगिनि यकारस्ति न प्रथम हल् वर्णः शिष्यते खलु अन्ये हल् वर्णः लिख्यन्ते अत्र तु हल् हल् वर्णद्वयम् अस्ति ओके ओके ध्यायते ध्यायते दाध्यायते साधुः भगिनि आदेशे उपदेशे शिति यदा यङ् विधानं भवति तदनन्तरं भवति साधु पूर्वमेव कार्यं करोति अनन्तरमेव तस्य प्रसक्तिः प्राप्तिः भवति खलु तस्मात् पूर्वङ्ग् भवेत् तद् यङ्ग् न योजयामः प्रथम किन्तु तस्य परे भवेत् तद् तथा तदा आदेश उपदेशति कार्यं करोति. अस्तु तथैव वयं यङ्ग् परे भवेत् किन्तु साधु यङ्ग् विधानं प्रथमं तदनन्तरं यथा भगिनी उक्तवती पूर्वम् अकृत्सारधातु ऋतिभ्यः प्रथमं भवति इति अङ्गीकार्यम् इति एन्विधानस्य प्रभावेन तत् प्रथमं भवति इति तथा एव अत्रापि किमस्ति आदेशोपदेशेषु इति सूत्रं प्रथमं कार्यं पूर्वमेव आगच्छति त्वं धातुः इति यत्र धातुसंज्ञा एव आदौ अस्ति खलु तदा कथम् आगच्छति यथा धातु यदा धातुसंज्ञा अस्ति तदा किं भवति इति अतः ग्लैयोः यङ् इदानीं तदेव एव अनन्तरं कृतसार्वधातुकयोः कार्यं करोति किल ग्लैय दीर्घ कथं दीर्घत्वं भवति आकारस्य अनन्तरमेव दीर्घत्वं भवति किं किं महोदय ग्लै ग्लै योगः य इति भूत्वा तदनन्तरं ग्ला भूत्वा ग्लाय इति भवति तदनन्तरं अत्र अस्ति परन्तु अकृत्सार्धकार्यं कृत्वा दीर्घत्वं भवति इति प्रथमं दीर्घत्वम् आदेश उपदेशेषु इति प्रथम ध्यै इति दीर्घवर्णः अस्ति प्रथमं तु अकृत्सार्वधातु आदेशोपदेशे अशीति तद् अनन्तरम् अकृत्सार्वधातुकदीर्घः अपि कार्यं करोति ग्लैयोः यं भवति इदानीं अकृत् आदेशोपदेशे इति सूत्रेण ग्ला इति आत्वं भवति ऐ स्थाने ग्लायोः य इदानीम् अकृत्सार्वधातुकयोः इति सूत्रेण दीर्घत्वं पर्जन्यवत् भवति अनन्तरं सन्निङ्गोः इत्यनेन द्वित्वं भवति किल ग्ला ग्ला इति अनन्तरं ह्रस्वः हलादिशेषः इत्यनेन ग ग्ला ग्लाय इति इदानीम् अभ्यासकार्यं ग्लायशेषं हलादिशेष अतः एव गाय एव तिष्ठति ग्लाय इति सम्यक् वा ग्लाय इदानीं हलादिशेषगच्छन् ला लोपः भवति ग्लाय इति अनन्तरं दीर्घकितः कार्यं करोति वा गाग्लाय सम्यक् न न गाग्लाय तदनन्तरं कुहोचु चकारपि आगच्छति आमामामां कुहोचुः अपि भवति अतः जकार तृतीयगकारस्य स्थाने तृतीयजकारादेशः कुहोचु इति सूत्रेण जाग्लाय इति अनन्तरं दीर्घकृतः इत्यनेन जा दीर्घ जकारः दीर्घं भूत्वा जाग्लाय इति इदानीम् आर्धधातुकप्रत्ययः भवति धातुसंज्ञा भवति धातुः भवति सार्वधातुकं भवति चेत् कर्तरि सप् इत्यनेन सका सप् अनन्तरम् आत्मनेपदिरूपं ते इति अतः अत्र अधकुणे इति कार्यं करोति पूर्वपरयोः पररूपम् आदेशः अकार एव अतः गाग्लायते इति रूपं सम्यक् कुहोषुः न भवति वा सरलभगिनी उक्तवती सरलभगिनी एव करक्षिं कृत्वा कृतवती अहं न उक्तवान् परन्तु सरलभगिनी करक्षिं कृतवती अतः अहं करोमि तर्हि चो धातोः चो योगः पूर्णपुण्यम् इति अर्थे एवं कृतेस्ति विधानम् अर्थं किमस्ति चो ग्लै इति किम् आसीत् ग्लानिः भवति इति ग्लै खलु चो इति छेदने तु कट् इति अहं त्रिणं तर्हि छो इति अस्ति सो पौर्णपुण्यम् इति अर्थयन् प्रत्ययस्य विधानं तदनन्तरम् आदेशोपदेशे अशिति इति सूत्रेण यं प्रत्ययः अशित् अस्ति ये च अङ्गम् अस्ति इति कृत्वा आकारः आदेशः भवति छा भवति चायं भवति, तदनन्तरम् अकृत् सार्वधातुको दीर्घतेन पुनः चा इति एव तिष्ठति, चायोगम् इति. तदनन्तरं संयोगः इत्यनेन दीर्घं. तर्हि एकाचौद्वे प्रथमस्य अपि प्रथम एकाचभागस्य दीर्घं भवति, छा छाय इति भवति. अधुना महोदय अत्र लिखितवान् दीर्घात् इति सूत्रेण तुगागमः भवति. दीर्घात् इति सूत्रं वदति दीर्घात् दीर्घस्वरात्, दीर्घात् इति दीर्घस्वरात् तुक् स्यात् तुगागमः भवति. चकारे परे संहितायां विषये इति दीर्घात् तुक् चे संहितायां. तर्हि अत्र किम् अस्ति, छा छाय इत्यस्मिन् प्रथमं ह्रस्वः भवति, तर्हि तस्य ह्रस्वः न भवति वा तस्मात् पूर्वमेव, तर्हि छा इति दीर्घं करणीयं नो चेत् सूत्रं निरवकाशं भवति. दीर्घात् इति सूत्रमिति कृत्वा प्रथममेव वयं कुर्मः, तर्हि छा इत्यस्य स्थाने तुकागमः भवति. तर्हि छा कित् अस्ति इति कृत्वा यस्य स्थाने आदेशः अस्ति तस्मात् पूर्वम् आगच्छति खलु. किमस्ति किमस्ति कुतागमस्य तत्र कित् आगमः अस्ति चेत् पूर्वं वा परं वा इति ज्ञातुं किं सूत्रं वयं प्रयोगं कुर्मः, आद्यन्तौ तखितौ इति कित् अस्ति इति कृत्वा सुप् इत्यस्य दीर्घस्वरस्य परम् आगच्छति. तर्हि छा इत् छा य इति अस्ति, तदनन्तरं ह्रस्वः इत्यनेन छ इति न भवति वा, ह्रस्वस्वः भवति वा भगिनि? तुकागम तकार पुनः अपगच्छति साधु हलादिशेषेन तदपि अहं चिन्तयामि. तर्हि आगमस्य को वा विषयः महोदय, किम् उक्तवान् वर्गे? अहं न स्मरामि किम् उक्तवान् अहं न स्मरामि. अग्रे वत् प्रश्नः अस्ति, अत्र प्रश्नः कस्य आगमः अग्रे महोदयेन उक्तमस्ति. महोदय न कृतवान्, अहं श्रुतवान् ध्वनिमिथुनं दै एव स्थापितवान्. उक्तमस्ति कुत्स्य कस्य आगमः कस्य स्थाने इति एव अत्र दत्तमस्ति, वयम् अवगतवन्तः तुगागमः आद्यन्तौ टकितौ इत्यनेन परम् आगच्छति इति एव कृतं भगिनि. कृतं वा, अस्तु अग्रिमसप्ताहे पश्यामः वा एतत् सर्वम्. अस्तु क्षम्यतां भगिनि, अथवा भवती भवती पठतु इति यत् परिच्छेदम् अस्ति भवती ज्ञातुं शक्नोति, भवती पठतु इति परिच्छेदम् अस्ति दीर्घा तस्य उत्तरं प्राप्नुमः प्रायः. अस्तु आमाम्. अत्र प्रश्नः उदेति यत् अयं तु सस्य आगमः दीर्घात् इत्यस्य दीर्घात् तुक् स्यात् चेपरे इति अस्ति, अस्तु सामान्यतया यत्र आगमः भवन्ति तत्र तु स्थाने भवति खलु, तस्य स्थाने एव भवति खलु. अत्र तु पञ्चमी निर्देशः अस्ति दीर्घात् इति अस्ति अस्मिन् सूत्रे, तस्मादित्युत्तरस्य इत्यस्य बलेन तुगागमः अग्रे स्थितस्य चकारस्य आगमः स्यात्, तस्मिन् निर्दिष्टे पूर्वस्य इत्यस्य बलेन तुगागमः पूर्वं स्थितस्य दीर्घस्वरस्य आगमः. सूचनाद्वयमपि परस्परविरुद्धं, तर्हि भ्रमः जायते कस्य किञ्चित् यत्र तस्मादुत्तरस्य इत्यस्य बलेन चकारात् परम् आगच्छति वा नो चेत् स्वरात् अनन्तरम् आगच्छति वा इति प्रश्नः आगच्छति. तर्हि अस्य तु अस्यां दशायाम् उभयनिर्देशे पञ्चमी निर्देशः बलीयान् इति परिभाषया द्वयोः निर्देश योर्मध्ये पञ्चमी निर्देशः बलीयान् इत्युक्तौ चकारस्य एव आगमः न तु दीर्घस्वरस्य फलितार्थः एवं यत् सप्तम्यन्तं पदं स्थानिनं निर्दिशति, सप्तम्यन्तं पदं स्थानिनं निर्दिशति. तर्हि अत्र तु षष्टि इति बलीयान् अस्ति इति कृत्वा पञ्चमी बलीयान् न पञ्चमी बलीयान् इति कृत्वा षष्टिस्थानी भवति इति, पञ्चमी तु निमित्तं भूत्वा षष्टिस्थानी भवति, सप्तमी यत् शिष्टम् अस्ति तत्तु स्थानी भवति इति. अनेन दीर्घात् इत्यस्य व्याख्याने चेत् सप्तम्याम् अतः चकारस्य एव तुकागमः भवेत्, किन्तु अनेन इष्टं रूपं न सिद्ध्यति. अनिष्टरूपस्य निवारणार्थं कौमुदीकारो वदति यत् विभाषा एनासुराश्छाया शालानिशानाम् इति ज्ञापकम् अस्ति अस्मिन् सूत्रे. तत्पुरुषसमासस्य अन्ते सेना सुरा छाया शाला निशा इत्येषु अन्यतमं पदम् अस्ति चेत् स च समासाः विकल्पेन नपुंसकलिङ्गे भवति. सूत्रार्थः अत्र असम्बन्धः आम् नास्ति, शुष्कं नास्ति. सूत्रस्य रूपं द्रष्टव्यम्. अस्मिन् सूत्रे द्वन्द्वसमासः अस्ति सेना सुरा छाया शाला निशा इत्येषाम्. अस्मिन् समासे सुराच्छाया इति रूपं पाणिनिना दत्तम्. अत्र च दीर्घात् इति सूत्रस्य प्रसङ्गः. उभयनिर्देशे पञ्चमी निर्देशः बलि वा बलियान् इति परिभाषया अत्र तुकागमः कारस्य भवति स्म. अतः आद्यन्तौ तकितौ इत्यनेन चकारस्य अन्ते भवेत्, किन्तु सुराच्छाया इति रूपे तुकागमः आकारस्य अनन्तरं न तु चकारस्य. अतः पाणिनिना दत्तं रूपं ज्ञापकं भवति यद् दीर्घात् इति सूत्रेण यः तुकागमः विधीयते सः तु दीर्घस्य एव भवेत् न तु चकारस्य इति कृत्वा अयं तुकागमः उभयनिर्देशे पञ्चमी निर्देशः बलीयान् इति परिभाषाम् अनुसृत्य न भवति. छो यङ् छाय छाछाय इति स्थितौ तुगागमः आकारस्य एव न तु चकारस्य. अचिन्त्य अहं मया सम्यगेव कृतं, किन्तु चिन्तनम् अग्रे दत्तमस्ति. भगिनी पुनः वदतु किं भवति, पठतु, प्रतिपादयतु. वदामि दोषाः सन्ति चेत् भगिनी वदतु. अत्र मम अहं न अवगच्छामि, अहं न जानामि दोषः किं छाय इति स्थितौ अत्र आकारः अस्ति मध्ये. अत्र अभ्यस्तम् अङ्गं किम् अस्ति, अभ्यासः कः अस्ति, आ इति छा इति दीर्घस्वरः अस्ति, तदनन्तरं छ इति ह्रस्वस्वरः अस्ति. आ दीर्घस्वरस्य अनन्तरं छ इति चकारः आगच्छति चेत् अत्र तुकागमः भवति इति सूत्रेण उक्तमस्ति. सूत्रे किन्तु सूत्रे किम् अस्ति, दीर्घस्य सुकुकीर्ति अस्ति चेत् प्रश्नः एव नास्ति तस्मिन् विधानम् आसीत् चेत्. तर्हि दीर्घस्वरः यः अस्ति तस्य स्थानी आकारः स्थानी इति वयम् अवगन्तुं शक्नुमः. तत्र आकारः स्थानी इति अवगतं चेत् वयं तु आद्यन्तौ सकितौ इति सूत्रेण स्थानी इत्यस्य अनन्तरं कित् आगच्छति इति कृत्वा स्थाने इत्यस्य अनन्तरं तुगागमः भवति, एषः एव नास्ति. किन्तु अत्र किं सूत्रे तु पञ्चमी निर्देशः अस्ति. सामान्यतया पञ्चमी निर्देशः अस्ति चेत् तस्य बलम् अधिकं भवति, तत् स्थाने न भवति. तदा किम् अस्ति, अवशिष्टं तु सप्तमी एव अस्ति. तर्हि सप्तम्या यत् निर्दिष्टमस्ति छे इति निर्दिष्टमस्ति खलु चकारः, तर्हि चकारः एव भवति. तदा किं भवति, अस्माकम् इष्टं रूपं न प्राप्नुमः. तदा रूपं किं भवति, छा अनन्तरं चकारः अनन्तरम् इति भवति तुकागमः भवति. तत्तु वयं न इच्छामः खलु, छात्य इति भवति, छा इच्छ्य इति भवति रूपं कारयितुमपि न शक्नुमः. तत् वयं इच्छामः इति कृत्वा दीर्घस्वरस्य एव अत्र आगमः भवतु इति, दीर्घस्वरः एव स्थानी भवतु इति अस्माकम् आशयः अस्ति. किन्तु अस्य समाधानं वयं कथं प्राप्नुमः, दोषाय भवति खलु. दीर्घस्वरस्य इति तर्हि पञ्चम्या किमर्थं निर्दिष्टम् अस्ति इति अस्माकं भ्रमः भवति. अस्य सूत्रस्य प्रवृत्तिः कथं भवति इति अस्माकं संशयः भवति. तस्य समाधानार्थं पाणिनिः सूत्रमेकम् अस्ति यत्र चकारस्य आकारस्य अनन्तरं चकारः उक्तमस्ति. सूत्रे एव उक्तमस्ति आकारस्य अनन्तरं चकारः, तदा तु तुक् अपि योजयित्वा पाणिनिः लिखितवान्. सूत्रम् अस्ति तेन सुराच्छाया इति उक्तवान् खलु, तत्र तु तुक् आगमः जातम् इति अस्ति इति कृत्वा अत्र वयम् अवगन्तुं शक्नुमः. यद्यपि पाणिनिः पञ्चमी निर्देशं कृतवान् तथापि अत्र पञ्चमी बलीयान् इति सामान्यतया वयं वदामः, परिभाषासूत्रं वदन्ति, परिभाषा वदति, किन्तु किन्तु अत्र तु परिभाषायाः उल्लङ्घनम् अस्ति, उल्लङ्घनं भूत्वा अत्र पञ्चमी एव स्थाने इति स्वीकृत्य एव वयं कार्यं कुर्मः. उदाहरणार्थम् अस्मिन् सूत्रे पाणिनिना एव स्वयं सूत्रं तथा रचितमस्ति, यत्र दीर्घस्वरः एव स्थाने इति स्वीकृत्य सुगागमः कृतम् अस्ति खलु, तदेव अस्माकं प्रमाणम् अस्ति. तर्हि भवति छात् छाय इति चाच्छाय इति भवति, तदनन्तरं चकारस्य चकारस्य अधुना ह्रस्वः भवति वा न भवति इति मन्ये, किमर्थम् इत्युक्ते प्रायः ह्रस्वः भवति, अभ्यासः अस्ति इति कृत्वा ह्रस्वः भवति, चच्छाय इति भवति, तदनन्तरं किम् अस्ति अभ्यासे चर्चयेन चच्छाय इति भवति वा, किं कथं किन्तु यत् आगमः भवति तस्य लोपपि भवति साधु न फलादिशेषेन इति तद् द्रष्टव्यं. तर्हि आगमस्य को वा लाभः इति प्रश्नः भवति. दीर्घादिकं वयम् अष्टाध्याय्यां पश्यामः, तत्र किमपि दत्तमस्ति वा इति दीर्घात् प्रायः दृष्टिः सर्वत्र पतति इति कृत्वा दत्तमस्ति. चिदिर् इत्यस्य उक्तमस्ति भगिनि तत्र चि चि छिद् छिद्य इति, अनन्तरं चे छिद्य चे तुक् छिद्य इति दीर्घात् इत्यनेन, अनन्तरं चे छिद्य इति रूपं निर्दिष्टम्. अत्र तु हलादिशेषः इति न प्रवृत्तिः न जातं, तर्हि तकारः तिष्ठति एव हलादिशेषस्य अत्र, नो चेत् सूत्रमेव किमर्थं निरवकाशं भवति. अस्तु, आगामि सप्ताहे किं भवति तत् अन्नं दीर्घोगितः अपि भवति खलु, तर्हि चात् छाय इति भवति, यदि ह्रस्वः भूत्वा तदनन्तरं पुनः दीर्घोगितः भूत्वा चाच्छाय इति चाच्छाय इति, तर्हि च भवति न अभ्यासे च जनानि किम् अस्ति अहं चाच्छाय अहं किं वसन्तकालः नास्ति, अहं शैत्यकालः नास्ति, किम् अस्ति भगिनि सम्मर् सीसन् ग्रीष्मकाले ग्रीष्मकाले अहं तृणानि चाच्छाये पुनः भवति सर् अहम् इच्छाये चाचाये अहं विरमामः वा समानं भवति यथा धन्यवादः भगिनि. मम एकः प्रश्नः अस्ति, ध्वनिमुद्रा भयं भवति मम एकः प्रश्नः अस्ति, यथा वयं वदामः तत् वर्षं नूतनं शुभं मुदम् इति, तत्र सर्वे इति नपुंसकलिङ्गे आगच्छति साधु, वर्षनूतनं शुभं मुदं साधु. यदि अहं वदामि नूतनं शुभं मुदं नूतनं वर्षः अहम् अन्ते यदि स्थापयामि, तत्र वर्षं भवति या वर्षः भवति किं साधु? अत्र अत्र किम् अस्ति, शुभम् इति नपुंसकलिङ्गपदम् अस्ति खलु, तर्हि अस्तु मुदमपि नपुंसकलिङ्ग, नूतनमपि नपुंसकलिङ्ग, वर्ष इति पुल्लिङ्ग अस्ति साधु. वर्षनूतनम् इति किमर्थं वदामः इति प्रश्नः अस्ति खलु, किमर्थं नूतनवर्ष इति अहं तु प्रथमवारं शृणोमि वर्षनूतनम् इति. गीतमस्ति भगिनि, स्वामी तेजोमनन्द इति गीतवन्त गीतवान् भवती श्रुतवती? आमामाम् अहं श्रुतवती. सो सः उक्त गीतवान् वर्षनूतनं देशभ्रमदम् अत्र एवं मन्ये अत्र वर्ष इति वर्षतु इति त्वं वर्षतु त्वं नूतनशुभं वर्षतु इति क्रियारूपेण लिखितवान् इति मन्ये. श्रोतुम् अस्माकं मनसि तु वर्षः इति संवत्सरः इति अर्थः अपि आगच्छति रैम्स् वित् देट् बट् अत्र तु केवलं वर्ष त्वं वर्ष हे भगवन् त्वं वर्ष इति तादृशं त्वं नूतनं शुभं मुदं वर्ष इति वर्ष केवलं रेन् इति रेन् आनर्स् इति आमां किन्तु केवलं वर्ष इति स्थापत् भवति खलु न तु विसर्गसहित नो चेत् विसर्गः अस्ति लोपः नो चेत् अन्यकार्याणि विना सन्ति अनन्तरं वर्षनूतनं किमर्थं तादृशसमस्तपदं कथं वा भवितुमर्हति तदपि न भवितुमर्हति नूतनवर्षम् इति एव भवति खलु आशिषप्रयोग तथा नास्ति वर्ष इति क्रियापदं स्यात् इति मन्ये. अस्तु वर्षक्रियापदं अस्तु स्वामिनः पृच्छामि कारण कि अहं एका मम मित्र अस्ति सा ताम् अहं लिखितवती शुभं नूतनं मुदं वर्ष वर्षः अहं लिखितवती सा मां लिखितवती वर्षनूतनं शुभं मुदं ते मुदं सा वर्षनूतनं यथा महोदय स्वामी गीतवान्. अस्तु धन्यवादः धन्यवादः धन्यवादः.